नमस्ते सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तुदादिगणः इति विषयः अनुवर्तते. तत्र तुदादिगणे विशेषधातवः इति विषयः वस्तुतः अनुवर्तते. तत्र अस्मिन् विषये करपत्रद्वयं वर्तते. एकं तु तुदादिगणः इति सामान्य तत्र सामान्यधातूनां विषयः उक्तः. अत्र तुदादिगणः वस्तुतः अदन्ताङ्गेषु तृतीयः गणः अस्ति. प्रथमः गणः आसीत् भुवादिगणः, द्वितीयः दिवादिगणः, इदानीं तृतीयः गणः अस्ति तुदादिगणः. तुदादिगणे श इति विकरणप्रत्ययः इति वयं जानीमः. श इति प्रत्ययः तत्र षित् अस्ति इति कृत्वा सार्वधातुकप्रत्ययः, अपि च तत्र सार्वधातुकप्रत्ययः अपित् प्रत्ययः अस्ति इति कृत्वा सार्वधातुकम् अपित् इति सूत्रेण निद्वत् भवति. तत्पश्चात् किनिति च इति सूत्रेण गुणनिषेधः अपि भवति नित्वत् इति कारणेन. तर्हि तत्र कितिनिति प्रत्यये परे त्रीणि कार्याणि भवन्ति इति वयं जानीमः. कोऽपि स्मारयति वा त्रीणि कार्याणि कानि इति? वदतु. एकं तु कितिनिति प्रत्यये परे यदि अङ्गस्य उपधायाः इक् वर्णः अस्ति तत्र तु निति च इत्यनेन यतोहि प्रत्ययः कित् अस्ति तस्मात् कारणात् सार्धधातुकम् अपित् इत्यनेन तत्र अपित् अस्ति निद्वत् भवति, अपि च तत् निति च इत्यनेन गुणनिषेधः भवति. एतत्तु प्रथमं कार्यमस्ति. द्वितीयकार्यमस्ति अनिदित् धातूनां यदि उपधायां नकारः अस्ति तस्य लोपः भवति अनिदितां हल् उपधायाः निति इति सूत्रेण. तत्र तु यदि हलन्तधातूनाम् एव अस्य सूत्रस्य प्रसक्तिः अस्ति. अनिदितां हल् उपधायाः निति इति सूत्रेण समीचीनं. तदनन्तरं तृतीयकार्यमस्ति सम्प्रसारणं. यदि धातूनां तत्र सम्प्रसारणसंज्ञा अस्ति तत्र सम्प्रसारणवर्णः अस्ति अपि च धातोः परे कित् नित् प्रत्यये परे अस्ति चेत् तत्र सूत्रमस्ति ग्रहीज्या व्यधि सम्पूर्णं श्रोतुं न स्मरामि भगिनि. तत्र तु कित् नित् प्रत्यये परे अस्ति चेत् तत्र सम्प्रसारणं भवति. एते त्रीणि कार्याणि किति निति प्रत्यये परे अस्ति चेत् तत्र प्रमुखकार्याणि सन्ति अङ्गस्य कार्याणि. बहु समीचीनं भगिनि, उत्तमम् इति. तत्र सर्वदा स्मर्तव्यम् एतानि त्रीणि कार्याणि सर्वदा स्मर्तव्यानि. यतोहि न केवलं सार्वधातुकप्रकरणे आर्धधातुकप्रकरणे अपि एतेषां प्रचुरप्रयोगः अस्ति, अतः सर्वदा स्मर्तव्यं. तर्हि अत्रापि श इति प्रत्ययः अपित् अस्ति निद्वत् अस्ति इति कृत्वा एतेषां त्रयाणां कार्याणाम् अपि अत्रापि प्रसङ्गः अस्ति वा इति द्रष्टव्यं भवति. सर्वत्र भवति इति नास्ति, परन्तु अत्र यत्र यत्र निमित्तम् अस्ति तत्र सर्वत्र एतेषां प्रयोगः अस्ति वा इति एकवारं द्रष्टव्यं भवति प्रक्रियायाम्. अनन्तरं तत्र तुदादिगणे श इति प्रत्ययः इति उक्तं, तर्हि दिवादिगणे तत्र श्यन् इति प्रत्ययः आसीत्. तर्हि अनयोः कीदृशभेदः अस्ति श्यन् अपि च श? श इति अजादि अपित् प्रत्ययः अस्ति, किन्तु श्यन् इति हलादि अपित् प्रत्ययः अस्ति इति मुख्यभेदः अस्ति. सम्यक्, अजादि हलादिभेदः अस्ति. तेन किं भवति? तेन हलादि अजित् हलादि अजादि इति भेदात् कार्याणि अपि भेदः भवति. यत्र अचिष्णु धातुभ्रुवां यवोर्यङ् वङौ इत्यत्र अजादि अपित् प्रत्ययः अस्ति चेदेव तादृशकार्यं भवति. हलादि अपित् अस्ति चेत् तत्र हलिच इत्यस्य प्रवर्तनं भवति. उत्तमम्. हलिच इति, हलिच इत्युक्ते तत्र हलिच इति कार्यार्थं तत्र किम् आवश्यकम्? हलादि आवश्यकम्. हलादिः हलादिनिमित्तम् आवश्यकमस्ति. सम्यक्. अपि च तत्र हलिच इति कार्यार्थं किम् अन्यत् किमपि अपेक्षितम्? रेपवकाराः सत्यं रेपान्तवकारान्तधातुः भवेत् अपि च इक् उपधायाम् इक् उपधायां दीर्घः इक् अस्ति चेत् दीर्घः भवति सम्यक् दीर्घः भवति अपि च तत्र अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यार्थं तत्र अजादिः अजादिः प्रत्ययः इति सम्यक् तस्मात् किम् अपेक्षितम् पुनः तत्र श्नुप्रत्ययान्त अङ्गं भवेत् अथवा इकारान्तधातुः अथवा उकारान्तधातुः भवेत् सम्यक् तर्हि तत्र अजादि हलादि इति एकः भेदः तादृशभेदमाश्रित्य कार्यप्रसङ्गे अपि भेदः भवति कीदृशसूत्रं तत्र प्रवर्तते इत्यत्रापि भेदः वर्तते अस्तु तर्हि तद्पश्चात् तत्र सामान्यधातूनां विषये अपि ज्ञातं तत्र विशेषकार्यं किमपि नास्ति तत्र अङ्गमेलनं वर्णमेलनमेव भवति इति ज्ञातम् यत्र यत्र इगुपददातवः सन्ति उपधायाम् इक् वर्णः अस्ति तत्र सर्वत्र लघु इक् वर्णः अस्ति चेत् गुणस्य प्रसङ्गः अस्ति परन्तु गुणः बाधितः अस्ति किमिति च इति सूत्रेण अतः तत्रापि किमपि कार्यं नास्ति केवलं योजनमेव इकारान्त उकारान्तधातूनां विषये तत्र इदानीमेव चर्चितम् इकारान्त उकारान्तधातुः अस्ति चेत् तत्र अजादिप्रत्यये परे इत्युक्ते इदानीं श इति प्रत्ययः अजादिः इति कृत्वा तुदादिगणे अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रस्य कार्यं सर्वत्र भवति यथा रि गतौ इति धातुः अस्ति तत्र रि इति इकारान्तधातुः अनन्तरं तत्र श प्रत्ययः अस्ति चेत् तदानीं तत्र रि इत्यस्य इयङ् इति आदेशः भवति अतः रियति इति रूपं सिद्ध्यति तत्र एवमेव उकारान्तधातुः अस्ति चेदपि एतादृशमेव कार्यमस्ति ऋकारान्तधातुः अस्ति चेत् तत्र किं भवति ऋकारान्तधातुः अचिष्णुधातु ब्रुवां भवति प्रथम कार्य ड्रिङ्क्ष्यन्ति ऋङ्क्ष्य यत् लिङ्क् लिङ्क्षु सूत्राय अत्र सूत्राधारेण अत्र सूत्राधारेण धातु यदि भवादिघट भवति तर्हि अत्र उदाहरणार्थ यदि धातुः मृ अस्ति तर्हि मृ धातु आत्मनेपदीयस्य अन्यविषयः परन्तु मृ धातु मृ कथं भवति अथ ऋकार ऋकारस्थाने अत्र ऋकारस्थाने अत्र इर् आयाति यदि इर् आयाति तर्हि महलन्त यथा रि अवगच्छति तर्हि महलन्तयोग रिस्थान मृ भवति परन्तु मृ अर्थात् इकार अपि अस्ति इकारस्थाने अन्य प्रक्रिया आयाति तत्र इकारस्थाने इयङ् इयङ् प्रक्रिया आयाति इयङ् अर्थात् इ योग य हलन्त तर्हि एव म्रिय भवति म्रिय य हलन्त तदनन्तरं विकरणप्रत्ययः आयाति तदनन्तरं विकरणप्रत्ययः आयाति वयं जानीमः रुदान्तिन्त आत्मनेपदी अर्थात् अत्र आत्मनेपदी अस्ति तर्हि धातु म्रियते भवति धातु म्रियते भवति परन्तु अत्र केवलं रि री कथं वदामि, रि दीर्घ नास्ति अत्र, धी रि रि अत्र दीर्घ नास्ति, रि तदनन्तरं दीर्घरि रि आयाति, यदि दीर्घरि आयाति तर्हि अन्य सूत्र आयाति, अन्यसूत्र अन्यसूत्र वयं पठितवान्, अन्यसूत्र रित् रित् इत् धातोः तथा रितः अपि च धातोः षष्ठी भवति, तदनन्तरं तदनन्तरं उदाहरणार्थं यदि धातु क्रि अस्ति, क्रियधातु अर्थात् ऋकार अस्ति दीर्घ अस्ति, ऋकार दीर्घकारणेन प्रथमतया प्रथमतया तु अत्र इकार अस्ति, हलन्त इकार, पर अतः क हलन्त योग रि गच्छति, ई आयाति, परन्तु ई कुत्र आयाति, ई आयाति रि स्थाने, अथ अत्र अन्त्यात् अल् सूत्राधारेण किं भवति, परन्तु तदनन्तरम् उरणरपरः आगच्छति, उरणरपरः अर्थात् उः, उर अर्थात् उः, रि धातु धातु नास्ति, अस्य शब्दः अस्ति, रि शब्दः अस्ति, तथा रि स्थाने रि उः भवति, तदनन्तरं रपरः अस्ति, रपरः रपरः अथ रपरः अस्ति, परः अत्र यदि अहं केवलं अवगच्छामि तर्हि परः अर्थात् लण् सम्बन्धे अस्ति, यदा लण् सम्बन्धे अस्ति तर्हि ऋकार आयाति, परन्तु रेफः यदि वयं रप्रत्याहार सम्बन्धे केवलं किञ्चित् वदामः तर्हि अत्र र प्रत्याहार अस्ति, प्रत्याहार अन्तर्भूतः र हलन्त आयाति, तदनन्तरं अत्र किर् भवति अर्थात् कि र हलन्त, तदनन्तरं विकरणप्रत्ययाति, तदनन्तरं किरति भवति. यदि अहं क्षम्यतां भगिनी अहं परन्तु सम्यक् सम्यक् सम्यक् समीचीनं सर्वं सर्वं गृहीतं सम्यक् समीचीनं बहु समीचीनं. तर्हि तत्र यथा महोदयेन उक्तं ह्रस्वऋकारान्तधातुः अस्ति चेत् रिङ्क्षय ग्लिङ्क्षु इति सूत्रेण ऋकारस्य रिङ् आदेशः भवति, रिङ् आदेशः, रिङ् इत्यत्र रि इति अवशिष्यते, अतः मृ इति अस्ति चेत् मृ इति भवति, तत्पश्चात् म्रीयोगः अ इत्यत्र अचिष्णुधातु ब्रुवां योर् यङ् वङ्गौ इत्यनेन इयङ् आदेशः, अतः म्रियते इति रूपं. दीर्घऋकारान्तधातुः अस्ति चेत् तदानीं ऋत इद्धातोः इति सूत्रेण दीर्घऋकारस्य स्थाने ह्रस्व इकारादेशः भवति, स आदेशः रपरः भवति, अतः इर् इति भवति, किरति इति रूपं निष्पद्यते. एतत्तु ऋकारान्तधातूनां विषये. तदा तत्पश्चात् इदानीं तत्र सामान्यधातूनां विषये यत्किमपि अस्ति तत्सर्वम् अधीतं. तत्पश्चात् इदानीं विशेषधातवः इत्यस्मिन् विषये तत्र आरम्भे तत्र धात्वादेशः इति उक्तं. धात्वादेशः तत्र दीर्घं सूत्रमस्ति, पाग्राद्वा स्ता मान् ना दान् दिशिर् दृशि अति सर्ति शद सदाम् इति सूत्रेण तत्र धात्वादेशः भवन्ति. सुधादिगणे धातुद्वयं शदलृ शदलृ इति, तत्र उभयत्र सीद इति आदेशः, एकत्र सीद इति आदेशः, शदलृ इत्यत्र सीद इति आदेशः, तालव्यशकार शकार शकारादि धातुः शदलृ इत्यत्र तु शीय इति आदेशः, अतः सीदति शीयते इति रूपं सिद्ध्यति. तत्तु विशिष्टसूत्राधारेण तत् कार्यं. तत्पश्चात् इषु धातुः अपि विशेषः, तत्र इषु गम्यमां चः इति सूत्रेण चकारादेशः भवति. तदनन्तरं तुगागमः भूत्वा इच्छति इति रूपमपि लभ्यते. अत्र अस्मिन् गणे सम्प्रसारिणिनः दातवः चत्वारः दातवः सन्ति, व्रश्च प्रच्च ब्रश्च प्यच्च इति. तत्र सर्वत्र सम्प्रसारणकार्यं भवति, यतोहि शप्रत्ययः निद्वत् अस्ति इति कृत्वा अत्र सम्प्रसारणकार्यं भवति. एते दातवः तु सूत्रे अपि उल्लेखिताः, ग्रहीजा ग्रहीज्या वै व्यधि वष्टि इच्छति वृष्यति पृच्छति वृजतीनां निति च इति सूत्रे एतेषां गणना अस्ति. तत्र प्रच्छ अपि अस्ति, व्रश्च अपि अस्ति, व्रश्च अपि अस्ति, व्यच्छ अपि अस्ति इति कृत्वा एतेषां सर्वेषां सम्प्रसारणं भवति. सम्प्रसारणसम्बद्धकार्याणि अपि अस्माभिः अधीतानि. तत्र तु सूत्रत्रयं वर्तते वस्तुतः. विज्ञानः सम्प्रसारणम् इत्यनेन तत्र कस्य सम्प्रसारणसंज्ञा भवति इति संज्ञासूत्रं, तदनन्तरं सम्प्रसारणसम्बद्धकार्यद्वयं सम्प्रसारणाच्च सम्प्रसारणे सम्प्रसारणम् इति अस्ति. सम्प्रसारणाच्च इति सूत्रे प्रक्रियायां सम्प्रसारणसंज्ञकवर्णस्य अनन्तरम् अच् वर्णः अस्ति चेत् पूर्वपरयोः पररूप पूर्वरूपादेशः इति एकं कार्यम्. अनन्तरं यत्र वर्णद्वयमस्ति, द्वयोः अपि सम्प्रसारणं सम्भवति, तत्र परवर्णस्य एव सम्प्रसारणं, न तु पूर्ववर्णस्य इति, न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण. तत्पश्चात् अत्र अस्मिन् गणे एकः विशेषः, मुचादिगणः इति एकः अन्तर्गणः अस्ति. तत्र शे मुचादीनाम् इति सूत्रेण मुचादिगणे ये ये दातवः पठिताः तेषां कृते नुमागमः भवति शे परे इति उक्तम्. तदपि अस्माभिः चर्चितं. तत्र मिदजोऽन्त्यात् परः इत्यस्य विषये अपि चर्चा जाता. तत्पश्चात् तत्र तत्र धातुद्वयं यत्र सन्धिकार्यस्य विषयः अस्ति, विशेषसन्धिकार्यं लस्ज् इति धातुः, मस्ज् इति धातुः, उभयत्र हल्सन्धिकार्यमेव. तत्र लस्ज् इत्यत्र सकारजकारयोः संयोगः अस्ति इति कृत्वा स्तोभश्चुनाश्चुः इति भवति. तत्पश्चात् तत्र सकारस्य तालवे शकारादेशः, तालवे शकारजकारयोः संयोगः अस्ति इति कृत्वा तत्र तत्र जलां जश्चषि इति सूत्रेण जष्ट्वमपि भवति, अतः लज्जते इति रूपम्, एवमेव मज्जति इति रूपम्. तत्पश्चात् अस्मिन् गणे एकः विशेषदातवः धातुः अस्ति, विशेषधातुः विच्छ इति धातुः. तत्र आयप्रत्ययः भवति, गुपु गुपु धूप विच्छ पणि पणिभ्यः आयः इति सूत्रेण आयप्रत्ययः नित्यरूपेण आयाति अत्र सार्वधातुकप्रकरणे. आर्धधातुकप्रकरणे तु विकल्पेन आयाति, अतः अत्र विच्छ धातुः अस्ति चेत् विच्छाय इति नूतनधातुः लभ्यते, विच्छाय. अनन्तरं शप्रत्ययस्य योजनेन विच्छायति इति रूपं लभ्यते इति तावत्पर्यन्तम् अस्माभिः प्राप्तम्. अस्मिन्नेव सूत्रे गुपु दूपु इति सूत्रे एव अन्ये धातवः ये पठिताः ते सर्वे अपि वादिगणे एव सन्ति. तर्हि इदानीं तत्र अस्मिन्नेव करपत्रे अन्तिमः यः यः भागः अस्ति सः न पठितः, तदिदानीम् एकवारं पठामः. शुभदा भगिनी पठति वा? आं भगिनि. विकरणप्रत्ययविकल्पः एकः धातुः अस्ति, वा भ्राश भ्लाश भ्रमुक् क्रमुक् क्लमु त्रसि त्रुटि लषः. तृतीये अध्याये प्रथमे पादे सप्ततितमं सूत्रं, भ्राश भ्लाश भ्रमुचलने क्रम क्लम त्रस त्रुट लष एतेभ्यः ष्यन् विकल्पेन भवति कर्तृर्थके प्रत्यये परे. भ्रशश्च भ्लाशश्च भ्रमुश्च क्रमुश्च क्लमुश्च त्रसिश्च त्रुटिश्च लश्च तेषां समाहारद्वन्द्वः. भ्राश भ्लाश भ्रमुक् क्रमुक् क्लमु त्रसि त्रुटि लश् तस्मात् भ्राश भ्लाश भ्रमुक्रमुक्लमु त्रुसि त्रसि त्रुटि लषः वा अव्ययपदं भ्राश भ्लाश भ्रमुक्रमुक्लमु त्रसि त्रुटि लषः पञ्चम्यन्तं द्विपदमिदं सूत्रं दिवादिभ्यः श्यन् इत्यस्मात् श्यन् इत्यस्य अनुवृत्तिः कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरेकाचो हलादे क्रियासमभ्याहारे यङ् इत्यस्मात् धातुभ्यः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भ्राश भ्लाश भ्रमुक्रमुक्लमु त्रसि त्रुटि लषः धातुभ्यः श्यन् प्रत्ययः परश्च वा कर्तरि सार्वधातुके एतत् एकं दीर्घं सूत्रमस्ति. अत्र केचन धातवः पठिताः सन्ति, नाम भ्राश भ्लाश भ्रमु क्रम क्लम त्रस त्रुट लष. एतेभ्यः धातुभ्यः श्यन् विकरणप्रत्ययः विकल्पेन भवति इति एतत् सूत्रं वदति. तस्य दिवादिभ्यः श्यन् इत्यस्मात् श्यन् इत्यस्य अनुवृत्तिः तत्र आनीयते. तत्र तस्मात् एतेषु धातुषु अन्यतमः धातुः अस्ति त्रुट् इति, तत्तु बोल्ड् मध्ये तत्र दत्तमस्ति इति कृत्वा त्रुट् इति धातुः तुदादिगणीयधातुः भवेत् इति. भ्राश भ्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटि लषः एते सर्वे धातवः भिन्नभिन्नगणेषु सन्ति, परन्तु विकल्पेन तस्य कर्तृर्थे सार्वधातुके प्रत्यये परे यदा विकरणप्रत्ययस्य प्रसङ्गः आयाति तदा तत्तद्गणीयविकरणप्रत्ययः तु भवति. इतोपि श्यन् इति विकरणप्रत्ययः विकल्पेन अपि भवति इति तस्य आशयः. बहु समीचीनं समीचीनं भगिनि, समीचीनं. तत्र भ्राश भ्लाश भ्रमु क्रमु इत्यत्र तत्र समासः कीदृशः अस्ति? भ्राशश्च भ्लाशश्च भ्रमुश्च क्रमुश्च क्लमुश्च त्रसिश्च त्रुटिश्च लषश्च इति एतेषां समाहारद्वन्द्वः इति तत्र दत्तमस्ति. परन्तु समाहारद्वन्द्वः तु मम सम्यक् ज्ञानं नास्ति, परन्तु समाहारद्वन्द्वः तु नपुंसकलिङ्गे एकवचने भवति इति. एकवचने सत्यं, समाहारद्वन्द्वः एकवचने भवति. तत् अत्र किम् अस्ति? अत्र तु इतरेतरद्वन्द्वः भवति इति मम चिन्तनं. सम्यक् वा? इदानीं तत्र विभक्तिः का? तत्र भ्राश भ्लाश इत्यत्र विभक्तिः का? अत्र तु विभक्तिः पञ्चमी इति दत्तमस्ति, पञ्चम्यन्तमस्ति. पञ्चम्यन्तं वचनं पञ्चमी एकवचनमस्ति अत्र. एकवचनमस्ति खलु? आम्. तर्हि तत्र समाहारद्वन्द्वः भवितुमर्हति खलु? आमां, समाहारद्वन्द्वः एव. समीचीनं. यदि तत्र इतरेतर द्वन्द्वः इति वदामः चेत् तत्र किं भवति विभक्ति, तत्र रूपं किं भवति? तत्र बहुवचनं भवति इति मन्ये. लशेभ्यः इति भवति वा? सम्यक् सम्यक्. लशेभ्यः इति भवति वा? इदानीं प्रातिपदिकं किम्? भ्राश भ्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटि लष् इति प्रातिपदिकं. तस्य बहुवचने किं भवति? भवति इति प्रातिपदिकम् अस्ति चेत् किं भवति पञ्चमी बहुवचनं? भवतः भवद्भ्यां भवद्भिः भवद्भ्यः इति भवति. अत्रापि अत्र लश् लश्भ्यः, तत्र लश्भ्यः इति भवति, तत्र जष्ट्वं भवति वा, डकारः भवति इति. लड्भ्यः इति भवति. लश् इत्यस्य पदसंज्ञा कथं? तत्र स्वादिष्वसर्वनामस्थाने इति सूत्रेण तस्य पदसंज्ञा भवति, यतोहि हलादि असर्वनामस्थानप्रत्ययः परे अस्ति इति कृत्वा. समीचीनं. तर्हि तत्र रूपं किं भवति? पञ्चमी बहुवचने भ्राश भ्लाश भ्रमुक्रमु क्लमु त्रसि त्रुटि लषड् लड्भ्यः इति भवति. विजयलक्ष्मी भगिनी किं चिन्तयति? सम्यक् अस्ति वा? लड्भ्यः इति किञ्चित् कदापि न श्रुतवती इति भासते. कदापि न श्रुतवती इत्युक्ते एतादृश तु अत्र सूत्रे एव भवति खलु, अन्यत्र न श्रुतभ्यः डकारः आयाति इति मन्ये. यथा किं सकारान्तपदानां यथा दः इति आयाति तद्वत् अत्रापि भवति वा? किं किं केन सूत्रेण? वसु श्रंसु भ्रंसु किं किं किम् आयाति? दः इति वसु श्रंसु दंसु दः इति किमपि एकं सूत्रमस्ति खलु. तत्तु विशिष्टशब्दानां विषये, अत्र तु नास्ति खलु. वसुप्रत्ययान्तस्य सकारान्तस्य शब्दस्य खलु, अत्र तु तादृशप्रसङ्गः नास्ति. षष् पदस्य यथा भवति तथा भवति वा? षष् प्रातिपदिक षष् अस्ति चेत् किं किं भवति? षड्भ्यः इति भवति. इति एवम् एवम् अस्तु समीचीनं. भगिनी तत्र किमर्थं तत्र एकः प्रश्नः अस्ति, पृच्छामि वा? पृच्छतु. अन्यत् तत्र कस्मिंश्चित् स्थले समाहारद्वन्द्वः कृतः पाणिना, कस्मिंश्चित् स्थले इतरेतर द्वन्द्वः कृतः, किमर्थं तत्र इतरेतर द्वन्द्वः एव भवेत् किल? प्राश्च प्लाश् एतेषां सर्वेषां प्रामुख्यं भवेत्. समाहारद्वन्द्वः कृते कृतः चेत् तत्र तु भिन्नः अर्थः भवति न? किमर्थं समाहारद्वन्द्वः कृतः? सूर्यकुमारी भगिनी वदतु. समाहारद्वन्द्वः जाति अस्ति, प्रत्ययस धातवः भिन्नभिन्नगणे अस्ति. तत्कारणात् जाति भिन्नभिन्नजाति अस्ति वा? भिन्नभिन्नगणे अस्ति चेत् भिन्नभिन्नजातिः अस्ति इति वदति वा? इत्युक्ते तत्र एकम् उदाहरणं वदतु, तत्र समाहारद्वन्द्वस्य एकम् उदाहरणं वदतु. पाणिपादं च पाणिपादम् इत्यत्र किमर्थं समाहारद्वन्द्वः कृतः? समूहः अस्ति खलु, समूहः अस्ति, एकः समूहः अस्ति, अतः पृथक् पृथक् वक्तुं न शक्नुमः इति चेत् तत्र सामान्यतया तत्र समूहरूपेण एव व्यवहारः अस्ति तत्र खलु. इति कृत्वा तत्र समूहरूपेण वदामः. अत्र तथा अस्ति वा? समूहरूपेण अत्र उक्तं वा? नास्ति. किमस्ति इण्डिविजुवल्? एकैकस्य पदस्य एव इति अस्ति खलु. न, इण्डिविजुवल् तु अस्ति, वदतु. तेषाम् एकः समूहः अस्ति खलु, तत्र एव श्यन् इति योज्यते. समीचीनं. योजितः भवति अत्र अत्र तु एकः समूहः एव एतेषां अस्मिन् समूहे ये दातवः सन्ति तेषां कृते विकल्पेन श्यन् भवति इति एकः समूहः एव कृतः खलु अत्र अत्र इतरेतरद्वन्द्वः न वक्तुं शक्यते इति नास्ति इतरेतरद्वन्द्वरूपेण अपि वक्तुं शक्नुमः इत्युक्ते द्वन्द्वसमासः केषुचित् स्थलेषु नित्यरूपेण समूहरूपेण एव वक्तव्यम् इति अस्ति खलु अत्र तादृशसन्दर्भः नास्ति खलु नास्ति तत्र पश्यतु गुपूधु पवि पविक्षि तत् तस्मिन् तु इतरेतर द्वन्द्वः कृतः पाणिनिना परन्तु तत्रापि समूहः इति वक्तुं शक्यते किल तस्मात् कारणात् समाहारद्वन्द्वः कर्तुं शक्यते परन्तु तत्रापि पाणिभ्यः इति तत्र बहुवचने उक्तं खलु बहुवचने उक्तं तत्र तु इतरेतर द्वन्द्वः अस्ति परन्तु अत्र तु समाहारद्वन्द्वः अस्ति हा तत्र किमर्थम् इतरेतर द्वन्द्वः अस्ति एकस्य सर्व एकस्य न तत्र सर्वेषाम् एकः एकः पदः प्रामुख्यमस्ति तस्मात् कारणात् एकः समूहः नास्ति इति तस्मात् कारणात् तत्र इतरेतर द्वन्द्वः कृतः इति चिन्तयामि समूहः नास्ति इति कथं समूहरूपेण न स्वीकृतः इति एव वक्तुं शक्यते समूहः नास्ति इति नास्ति खलु समूहः एव खलु अस्तु नास्ति अस्तु समूहः न स्वीकृतः इति वक्तुं शक्यते वा इत्युक्ते इत्युक्ते केषुचित् स्थलेषु समाहारद्वन्द्वः नित्यरूपेण भवेत् नित्यरूपेण भवति तत्र इतरेतरद्वन्द्वं कर्तुं न शक्नुमः परन्तु अन्येषु स्थलेषु समाहारः वा भवितुमर्हति इतरेतरद्वन्द्वः वा भवितुमर्हति अत्र तु एतादृशस्थलमस्ति अत्र नित्यरूपेण समाहारः एव भवेत् इति नियमः नास्ति अतः पाणिनिः स्वेच्छया करोति कुत्रचित् इतरेतरद्वन्द्वः कुत्रचित् समाहारद्वन्द्वः इति तदेव वक्तुं शक्नुमः अन्यत् किमपि चिन्तनमस्ति वा अत्र तत्र भगिनि गुपुधूपविच्छिपणिपणिभ्य आयः इत्यस्मिन् पणधातु अपि च पणधातु एतयोः अर्थद्वयं भवति खलु एकस्मिन् अर्थे स्तुतौ इति अर्थे अन्यस्मिन् व्यवहारे इति अर्थे न सम्यक् जानामि परन्तु द्वयोः अर्थयोः तत्र प्रसक्तिः अस्ति तस्मात् एकः अर्थः एव अत्र स्वीकर्तव्यम् इति कृत्वा तत्र समूहः न भवेत् इति चिन्तनं भवितुमर्हति किमर्थं समूहः न भवति इत्युक्ते तत्र धातुद्वयम् अस्ति तेषु एकः एव स्वीकर्तव्यः न तु द्वयमपि इति कृत्वा समूहः नास्ति इति किमर्थं तथा इत्युक्ते तत्र एकः एव यः धातुः स्वीकृतः अस्ति सः तस्मिन् गणे अस्ति इति वक्तुं शक्नुमः खलु तस्मिन् समूहे अस्ति इति परन्तु तस्मिन् विषये किमपि स्पष्टता नास्ति सूत्रे पन् पन् इति किमर्थ कस्मिन् अर्थे पण् इति कस्मिन् अर्थे इति तत्र स्पष्टता सूत्रे तु नास्ति तत्र ज्ञापनं भवति अग्रे गत्वा अतः तस्य समूहः न भवितुम् अर्हति इति मम चिन्तनम् इत्युक्ते तत्र सामान्यतया उक्तं तत्र तत्र तदनन्तरं विचारं कृत्वा कः धातुः स्वीकर्तव्यः इति तत्र निर्णयः क्रियते परन्तु सूत्र अवस्थायां तत्र सामान्यतया उक्तं पण् इति उक्तं तर्हि तत्र तस्मिन् समूहे नास्ति इति उक्तं तथा इति खलु इति भवितुमर्हति इति भवितुमर्हति परन्तु तत्र किं सामान्यतया किं वक्तुं शक्नुमः इति चेत् अत्र तु नित्यरूपेण इति समाहारः एव भवेत् इति नियमः नास्ति अतः स्वेच्छया तत्र इतरेतरद्वन्द्वः कृतः इति सामान्यतया वक्तुं शक्नुमः परन्तु यथा भवती वदति विशेषरूपेण तथापि भवितुमर्हति यतोहि तत्र पण् धातुद्वयम् अस्ति इति अत्र ब्राश्लाश् इत्यत्र धातुद्वयं कुत्रापि नास्ति वा कस्यापि धातोः धातुद्वयं नास्ति वा पाणिनिना तु धातुद्वयस्य चर्चा न कृता न न परन्तु धातुपाठे पाणिनिना कृता परन्तु धातुपाठे कुत्रापि नास्ति वा इति प्रश्नः सर्वत्र एकः एव धातुः वा सूत्रं तु पाणिनिना लिखितं परन्तु तत्र स्पष्टता नास्ति इति तु इदानीं वृत्ति पठित्वा अवगच्छामः पाणिनिना तु सत्यम् अत्र शुभदा भगिनी उक्तवती तत् तस्मिन् सूत्रे स्पष्टता नास्ति अतः इतरेतर द्वन्द्वः कृतः इति अत्रापि भ्रमुधातुद्वयम् अस्ति भ्रमुधातुः भ्रमु इति तत्र धातुद्वयं वर्तते भ्रमु तर्हि तत्र समूहः नास्ति इति वक्तुं शक्यते वा शुभदा भगिनी तत्र भ्रमु इति एकः तु द्वादिगणीयः अस्ति अन्यत् अन्यः द्विवादिगणीयः एव अस्ति तत्र अत्र अतः द्विवादिगणीयधातुः तु न भवेत् अत्र इति अतः समूहः स्पष्टता अस्ति इति अस्ति अस्तु अस्तु हा इति तथा किमपि वक्तव्यं तत्र अन्य कोऽपि धातुद्वयं नास्ति इति भाति त्रस् त्रस् अपि धातुद्वयम् अस्ति त्रस् त्रायते त्रस् इति धातुद्वयम् अस्ति त्रासयति इत्यपि अस्ति अत्र किञ्चित् अत्र इतोपि विचारणीयम् अस्ति अत्र किञ्चित् इतोपि चिन्तयामः तत्र इतरेतरद्वन्द्वसमाहारद्वन्द्वविषये इतोपि किञ्चित् चिन्तनीयं भवति अत्र किमर्थम् इत्युक्ते प्रायः दशसूत्राणि वयं स्वीकुर्मः अस्माकं पुरतः दशसूत्राणि अथवा विंशतिसूत्राणि वयं स्वीकुर्मः स्वीकृत्य कुत्र कुत्र इतरेतरद्वन्द्वः कुत्र कुत्र समाहारद्वन्द्वः इति विचारं कुर्मः चेत् तदानीं स्पष्टता भवति अस्माकं वर्गे कोऽपि एतादृशं कर्तुम् इच्छति वा पश्यामि भवती पश्यति वा दश अथवा विंशतिसूत्राणि स्वीकरोतु स्वीकृत्य प्रत्येकस्मिन् सूत्रे इतरेतरद्वन्द्वः वा समाहारद्वन्द्वः वा इति प्रथमं तत्र लिखतु सूत्राणि कानि अनन्तरं तत्र कीदृशसमासः तत्पश्चात् विचारः कः किमर्थम् एतादृशविचारः समूहरूपेण अस्ति वा किमर्थं तत्र किं कारणम् इति विचारं कृत्वा सर्वेषां कृते मह्यं प्रथमं प्रेषयतु अहं सर्वेषां कृते प्रेषयामि वयं पश्यामः सम्यक् भवति इति चिन्तयामि अस्तु तर्हि इदानीम् अन्तिमः भागः यः अस्ति सः भागः अरुणभगिनी पठतु अहं भगिनि अग्रिमभागः त्रुदादौ त्रुट् इति धातुः शप्रत्यये त्रुटति विकल्पेन शन् प्रत्यये त्रुट्यति भवति सूत्रमस्ति वा ब्राश् ला ब्लाश् गमु चलने क्रं बल् क्लं त्रश् त्रुट् लश् सूत्रेण विकल्पेन छन् प्रत्यय आगच्छति अस्मिन् सूत्रे त्रक् धातु तुरादिगणे अवशिष्टः सर्वे धातवः भवादिगणे सन्ति न कोऽपि धातु विवादिगणे किं त्रुट् धातु अग्रिमवाक्यं पठतु इत्थञ्च विशिष्टसूत्रेण षण् इति विकरणप्रत्ययः विहितः षण् अभावे शप् इति सामान्यद्वादौ श इति सामान्यद्वादौ विशेषसूत्रेण विशेषसूत्रेण षण् आगच्छति नास्ति चेत् शप् अपि भवितुम् अर्हति श अपि भवितुम् अर्हति तुदादिगणे इति तुदादिगणे समग्रं तिङ् सम्बन्ध सार्वधातुकप्रकरणचिन्तनं समाप्तं समीचीनं तर्हि अत्र अस्मिन् गणे त्रुट् इति तुदादिगणे धातुः तत्र सामान्यतया त्रुट् इति अस्मिन् गणे अस्ति इति कृत्वा श इति यथा सामान्यं भवति त्रुटति इति रूपं भवति परन्तु विकल्पेन शन् इति प्रत्ययः भवति अनेन सूत्रेण वा ब्राश् ग्लाश् घ्रमु क्रमु क्लमु त्रसि त्रुटि लषः इति सूत्रेण अतः शन् प्रत्ययः भवति चेत् त्रुट्यति इति रूपम् उभयत्र गुणः न भवति गुणः निवारितः अस्ति उभयत्र निषिद्धः गुणः निषिद्धः इति कृत्वा तत्र तुदादिगणः इति विषयः समाप्तः. अत्र किञ्चित् तत्र मातुः पुस्तकात् किञ्चित् दृष्ट्वा अग्रिमसप्ताहे चुरादिगणः इति विषयः आरक्ष्यते. अस्तु, अत्र मातुः पुस्तके षड्नवतित पञ्चनवतितमे पृष्ठे सम्प्रसारणीनः धातवः इति अत्र अस्ति खलु, तत्र ओ वृश्चु छेदने इति धातुः अस्ति. तत्र वृश्च इति अङ्गं सम्प्रसारणं कृत्वा, वृश्च इति अस्ति सम्प्रसारणं कृत्वा रेपस्य ऋकारः, वृश्च इति अङ्गं, वृश्यति इति रूपं. तत्र झटिति कोऽपि वदति वा रूपाणि, शोभाभगिनी वदति वा रूपाणि, लटि वृश्यति भगिनि, वृश्यति परस्मैपदी परस्मैपदीरूपाणि वृश्यति वृश्यतः वृश्यन्ति, वृश्यसि वृश्यतः वृश्यथ, वृश्यामि वृश्यावः वृश्यामः इति भवन्ति. लोटि लोटि वृश्यतु वृश्यतात् वृश्यतां वृश्यन्तु, वृश्य वृश्यतात् वृश्यतं वृश्यत, वृश्चानि वृश्चाव वृश्याम. लङ्गि लङ्गि अवृश् वृश्चिति धातुः, अवृश्चत् अवृश्यताम् अवृश्च अवृश्चन् अवृश्चः अवृश्यतम् अवृश्यत, अवृश्चम् अवृश्चाव अवृश्याम. विधिलिङ्गि वृश्चेत् वृश्चेतां वृश्चेयुः, वृश्चेः वृश्चेतं वृश्चेत, वृश्चेयं वृश्चेव वृश्चेम इति भवन्ति. समीचीनं समीचीनं. तत्र प्रच् धातोः सम्प्रसारणं कृत्वा पृच्छ इति अङ्गं, तत्र उषाभगिनी वदतु. अस्तु भगिनि, प्रच् इति पृच्छ इति भवति, लटीरूपं पृच्छति पृच्छतः पृच्छन्ति, पृच्छसि पृच्छतः पृच्छथ, पृच्छामि पृच्छावः पृच्छामः. लोटीरूपं पृच्छतु पृच्छतात् पृच्छतां पृच्छन्तु, पृच्छहि पृच्छतात् पृच्छतं पृच्छत, पृच्छानि पृच्छाव पृच्छाम. लङ्गीरूपम् अपृच्छत् अपृच्छत इति भवति वा, पृच्छहि इति उक्तं वा, पृच्छ अपृच्छ पृच्छ भगिनि पुनः वदतु एकवारं, पृच्छतु पृच्छतात् पृच्छतां पृच्छन्तु, पृच्छ या अहं पूर्वं पृच्छहि इति उक्तवती, पृच्छ पृच्छतात् पृच्छतं पृच्छत, पृच्छानि पृच्छाव पृच्छाम. लङ्गीरूपम् अपृच्छत् अपृच्छताम् अपृच्छन्, अपृच्छः अपृच्छतम् अपृच्छत, अपृच्छम् अपृच्छाव अपृच्छाम. विधिलिङ्गीरूपम् अपृच्छेत् अपृच्छेताम् अडागमः, विधिलिङ्गे अडागमः नास्ति, पृच्छेत् पृच्छेतां पृच्छेयुः, पृच्छेः पृच्छतं पृच्छेत, पृच्छेः पृच्छेतं पृच्छेत, पृच्छेयं पृच्छेव पृच्छेम. क्षम्यतां भगिनि, अग्रिमं लङ्लकार लङ्लकार अन्ते वक्तव्यं भगिनि, नो चेत् भ्रमः जायते विधिर्लिङ्गमध्ये. न तत्र न लङ्लकारः मध्ये एव वक्तव्यः, किमर्थं चेत् तत्र अस्माभिः तत्र तत्र किम् अलर्ट् अलर्ट् अनाट् कथं जानीमः. अस्तु, अग्रिमसूत्रमपि पठतु भगिनि, एकं सूत्रमस्ति खलु, विधि प्रच्छि स्वरती स्वरतीनाम् उपसङ्ख्यानम् इति वार्तिकं सम्पूर्वेभ्यः एतेभ्यः अकर्मकेभ्यः धातुभ्यः आत्मनेपदं भवति. सम्पृच्छते इति भवति सम्पूर् सूत्रं नास्ति भगिनि, वार्तिकम् इति भाति खलु. वार्तिकम् आं भगिनि. विधि पृच्छि स्वरति स्वरतीनाम् उपसङ्ख्यानम् इति वार्तिकं सम्पूर्वेभ्यः एतेभ्यः अकर्मकेभ्यः धातुभ्यः आत्मनेपदं भवति इति वार्तिकं वदति. सम्पृच्छते पृच्छ पृच्छधातुः सम्पूर्व अस्ति चेत् सम्पृच्छते इति आत्मनेरूपं भवति. अर्थः कः सम्पृच्छते? वेल् आस्क्ड् क्वश्चन्, वेल् आस्क्ड् पृच्छ. अत्र उक्तं खलु अर्थः कः इति, पठतु एकवारं. सम्पृच्छते एतेभ्य अकर्मकेभ्यः धातुभ्यः, सो अकर्मकः भवति देन्. सम्पूर्वेभ्यः एतेभ्यः अकर्मकेभ्यः धातुभ्यः आत्मनेपदं भवति. सम्पृच्छते ओ सात् सात् पूत् नो पूच् पूच्ता है इत्युक्ते तत्र सकर्मकः अस्ति चेत् सकर्मकः अस्ति चेत् तदानीं तत्र तु आत्मनेपदं न भवति, सम्पृच्छते इति नास्ति. सकर्मकप्रयोगः अस्ति चेत् तदानीं नास्ति सकर्मकप्रयोग. प्रयोगमेकं वदतु तत्र कः, मीना भगिनी वदतु एकं वाक्यम्. कृच् धातु उपयुज्य वा अत्र सम्पूर्वकः सम्पूर्वकः अकर्मकः सकर्मकप्रयोगः सकर्मकप्रयोगः. बालकः प्रश्नं सम्पृच्छते, बालकः प्रश्नं सम्पृच्छते इति भवति वा? सम्पृच्छते सम्मिति सम् पूर्वकः अस्ति चेत् सर्वदा सकर्मकमस्ति परस्मैपदी. वाक्यं वदतु. बालकः प्रश्नं सम्पृच्छति, बालकः प्रश्नं सम्पृच्छति इति भवति, यतोहि तत्र सकर्मकप्रयोगः अस्ति. अकर्मकप्रयोगः अस्ति चेत् कथं वक्तुं शक्नुमः? बालकेन प्रश्नः सम्पृच्छते. न न, अकर्मकेभ्यः इत्युक्ते कर्मणि प्रयोगः इति नास्ति. इदानीं यद्भवती उक्तवती बालकेन प्रश्नः सम्पृच्छ्यते इति, तत्तु अकर्म तत्र कर्मणि प्रयोगः अस्ति. न, अहं पृच्छामि इदानीं धातुः प्रच् धातुः एव अकर्मकरूपेण प्रयोगः. प्रश्नाः सम्पृच्छ्यन्ते किम्? प्रश्नाः सम्पृच्छन्ते बालकैः. न न, इदानीं कर्मणि प्रयोगः इति मास्तु, कर्तरिप्रयोगे वदतु एकं वा. कर्मकेभ्यः न, कर्मपदम् इदानीं तत्र भवती उक्तवती खलु बालकः प्रश्नं सम्पृच्छति इति उक्तवती खलु, इदानीं कर्मपदं मास्तु तावदेव. बालकः सम्पृच्छते, बालकः सम्पृच्छते इति रूपं तत्र अकर्मकप्रयोगः अस्ति, परन्तु सम्पूर्वकः इति यदा अस्ति तदानीं तत्र कः अर्थः उक्तः अस्ति? साक्षात् पूच्छता है इति अस्ति खलु. साक्षात् पूच्छता है इत्युक्ते तत्र अन्यः अपि भवति, अन्यः अपि भवति, सः अपि पृच्छति, यः कर्ता अस्ति सः अपि पृच्छति. अतः तत्र किं वक्तव्यम्? बालकः बालकः गुरुणा सह सम्पृच्छते इति वक्तव्यं. बालकः गुरुणा सह सम्पृच्छते इति वक्तुं शक्नुमः. अतः बालकः अन्यबालकेन सह सम्पृच्छते इति तदानीं तत्र साक्षात् पूच्छता है इति अर्थः भवति. इत्युक्ते अन्यः अथवा अन्ये तत्र भवन्ति चेत् तत्र साक्षात् इति भवति खलु. अस्तु अस्तु, तर्हि इदानीं तत्र ब्रश् इति अग्रिमधातुः अस्ति, सः अपि सम्प्रसारणी धातुः अस्ति. तर्हि तत्र आत्मनेपदीरूपं तत्र सम्प्रसारणं कृत्वा बृज इति अस्ति आत्मनेपदीरूपं. इदानीं रूपाणि कः वदति तत्र? उमा भगिनी वदतु. न श्रोतुं शक्नोति भगिनि, किञ्चित् समीपे आगत्य वदतु. आत्मनेपदं किल? आत्मनेपदम् अन्ये अन्ये श्रोतुं शक्नुवन्ति वा? मन्दं मन्दम् अस्ति, न श्रोतुं शक्नुमः. हेड्सेट् अस्ति वा भगिनि? अपि श्रोतु श्रुणोति वा? अस्तु वदतु, प्रयत्नं करोमि श्रोतुम्. ओके, भृज्यते भृज्येते भृजन्ते. न, आत्मनेपदीरूपम् वदामि. भृज्यते भृज्येते भृजन्ते, भृज्यन्ते भृज्ये भृजामहे भृजामहे लट्लकारः. सम्यक्. लोकलकारः भृज्यतां भृज्येतां भृजन्तां भृज्यस्व भृज्येतां भृजन्तं भृज्ये भृजावहे भृजामहे. एकवचने किम् अस्ति उत्तमपुरुषे? लङ्लकारः अभृज्यताम् अभृज्येताम् अभृजन्ताम् अभृजस्व अभृजेताम् अभृजध्वं. न लङ्लकारे पुनः एकवचने वदतु पुनः. अभृज्यत अभृजेताम् अभृजन्त अभृजथाः अभृजेथाम् अभृजध्वम् अभृजे अभृजावति अभृजावति. भृज्येत भृज्येयासां भृज्येरन् भृज्येथाः भृज्येयासां भृज्येध्वं भृज्येय भृज्येवहि भृज्येमहि. हा, बहु समीचीनं. भवती तत्र नूतनवर्गं चालयति वा? भवती नूतनवर्गं चालयति वा इति अहं पृच्छामि. पाणिनीयवर्गं चालयति भवती वा, अन्य कोऽपि वा इति? न, तत्रापि पार्टिसिपेट् करोमि. ओ, भवती पाठयति वा पठति वा? अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु समीचीनम्. अस्तु, तर्हि तत्र व्रजधातुः जातः. अन्तिमः धातुः अस्ति व्यच्, तत्र विच्छ इति अङ्गमस्ति. विचति इत्यत्र विशेषः किमपि नास्ति, एवमेव प्रच्छति इत्यत्र एवमेव अस्ति रूपं. तर्हि अग्रे गच्छामः. मुचादि अन्तर्गणः इति तु अस्माभिः पूर्वमेव चर्चितं, तत्र उदाहरणानि अपि दृष्टानि वाक्यरूपेण. शेमुचादीनाम् इत्यत्र नुमागमः भवति, तत्र मुञ्च सिञ्च विन्द खिन्द इति इत्यादीनि. तदनन्तरम् अवशिष्टदातवः, तत्र अधुपददातवः इदुपददातवः, तत्र कोऽपि विशेषः नास्ति. एकं तत्र किं कुर्मः, तत्र उद्विज् इति विज् इति धातुः अस्ति. ओ विजि विज् आपद्ग्रस्तकर्ण आपत् आपद्ग्रस्त होना डरना इति अस्ति तत्र भयचालनयोः उद्विज इति अङ्गम् उद्विज इति तत्र उद्विज इत्यस्य रूपाणि तत्र कः वदति अरविन्द महोदय वदतु आत्मनेपदे अस्ति उद्विजते उद्विजे उद्विजेते उद्विजन्ते उद्विजसे उद्विजेते उद्विजद्वे उद्विजे उद्विजावहे उद्विजामहे इति लट्रूपं लोट् अस्ति उद्विजेताम् उद्विजताम् उज्जितेताम् उद्विजन्ताम् उद्विज्व उद्विजस्येताम् उद्विजस्व उद्विजस्व उद्विजेताम् उद्विजत्वम् उद्विज्वे उद्विजावहै उद्विजामहै एकवचने किम् उत्तमपुरुषे उद्विज्ये प्रत्ययः कः सिद्धप्रत्ययः ऐ उद्विज ऐ आवहै आमहै इति अस्ति अत्र उद्विजै उद्विजै उद्विजावहै उद्विजामहै लङि लङि अस्ति अडागम आडजदीनम् इति दीर्घाकारः भवति तत्र तत्र उत् इति उद्वि उत् इति उपसर्गमस्ति न तत् उदाविज उदाविज इति भवति अङ्गम् न न आडागमः इति सम्यक् उक्तम् आडागमः अनन्तरम् तदनन्तरं बीज् अपि भवति न बीज् सत्यम् इदानीम् आडागमः भवति वा आडागमः कदा भवति धातु आदौ लुङ्स्ति चेत् धातोः कृते दातः अजादिः अस्ति चेत् धातुः अजादिः अस्ति चेत् आडागमः तत्र अडागमः भवति न अडागमः भवति तर्हि किं भवति तत्र उदविजत उदविजयताम् उदविजत अनुजविजन्त उदविजन्त उदविजताः उदविजेताम् उदविजद्वम् उदविजे उदविजावहि उदविजामहि इदानीं धातुः हलादिः धातुः अतः केवलम् अडागमः एव भवति अविजत इति भवति इदानीम् उत् इति उपसर्गं योजयामः उद् इति तत्र जष्ट्वमपि भवति उद्योगः अविजत उदविजत उद्योगः अविजत उदविजत सर्वत्र उदविज् उदविज इति अङ्गं भवति उदविज तदनन्तरं प्रत्ययं योजयामः चेत् उद्विज् उदविज उदविजत उदविजेताः उदविजेताम् उदविजद्वम् उदविचि उदविजावहि उदविजाम उदविजे उदविजे उदविजे उदविजे उदविजावहि उदविजाम मध्यमपुरुषे एकवचने किमस्ति उदविजताः उदविजताः इति अस्ति समीचीनं विधिलिङ्ग् अस्ति उदविजेत उदविज तत्र उद्विजत उद्विज इत्येव धातुम् अङ्गमस्ति उद्विजेत उद्विजेत उज्जेयाताम् उद्विजेयरन् उद्विजेताः उद्विजेयाताम् उद्विजेयध्वम् उद्विजेय उद्विजेमहि उद्विजेमहि समीचीनं समीचीनं तर्हि अनन्तरं तत्र क्षिपप्रेरणे इति धातुः अस्ति क्षिपति क्षिपते तत्र एकं सूत्रमस्ति तद् तत्र वंशी भगिनी पठतु आं भगिनि तत्र अस्तु अभिप्रत्य प्रत्यतिभ्यः अभिप्रत्यतिभ्यः क्षिपः इति सूत्रमस्ति. क्षिप्रेरणे तुदादिः उभयपदी, क्षिप्रेरणे तुदादिः उभयपदी. अस्तु, तस्मात् अभि प्रति अति इत्येवं पूर्वात् कर्तृभिप्राये क्रियाफलेऽपि परस्मैपदं भवति. अभिप्रति इत्येतत् पूर्वात् कर्तृभिप्राये क्रियाफले. अस्तु, अभिक्षिपति इधर् उधर् फेङ्क्ना है, प्रतिक्षिपति बदले में फेङ्क्ना है, अतिक्षिपति बहुत अधिक फेङ्क्ना है. अस्तु, तत्र सूत्रमस्ति अभिप्रत्यभ्यः क्षिपः. तत्र अभि तिभ्यः पञ्चमी बहुवचनमस्ति, क्षिपः तत्रापि पञ्चमी बहुव पञ्चमी एकवचनमस्ति, क्षिप्. अस्तु, क्षिप्रेरणे. अस्तु, तत्र क्षिप इति धातुः अस्ति, प्रेरणे इति अर्थे अस्ति, तुदादिकणीयधातुः अस्ति. तत्र तु उभयपदी भवति, क्षिपति अपि च क्षिपते इति भवति. तस्मात् क्षिपधातु, तस्मात् इत्युक्ते तत्र हा, तदनन्तरं यदि क्षिपधातु अभिपूर्वकः प्रतिपूर्वकः नो चेत् अति इत्येवं पूर्वात् कर्तृभिप्राये क्रियाफले इति कर्त्राद्ये भवति क्रिया क्रिया इति, तत्र परस्मैपदम् एव भवति इति उक्तम्. किमर्थं कर्तृभिप्राये क्रियाफले क्रियाफले अपि परस्मैपदं भवति इति उक्तम्? उभयपति उभयपति अस्ति, द्विधाधिकरणे अस्ति. ईवन्दो उभयपति अपि पूर्वकः अस्ति अपि, तत्र परस्मैपदं न अपि पूर्वकः अस्ति चेदपि परस्मैपदमिति नास्ति. कर्तारं प्रति क्रियायाः फलं गच्छति चेत् सामान्यतः आत्मनेपदं भवति इति चिन्तयामि. अतः अत्र स्वरितन्यत स्वरितन्यतकर्त्राभिप्राये क्रियाफले यत्र उभयपदी धातुः अस्ति, उभयपदी धातुः तत्र किं भवति? तत्र स्वरितः अथवा नितः धातुः अन्ते अस्ति चेत् अस्ति, पुनः क्रियाफलं कर्तारं प्रति गच्छति चेत् आत्मनेपदं भवति, न चेत् परस्मैपदं भवति इति उक्तम्. अत्र कर्त्र क्रियाफलं कर्तारं प्रति गच्छति चेदपि परस्मैपदं भवति इति वा अर्थः? इत्युक्ते यत्र यत्र यत्र यत्र आत्मनेपदिप्रयोगः आत्मनेपदिप्रयोगः इष्यते वस्तुतः तत्र, यतोहि तत्र कर्तारं प्रति क्रियाफलं गच्छति इति कृत्वा तत्र क्षिपते इति प्रयोगः इष्यते. परन्तु यदा तत्र अभि प्रति अति इति एते उपसर्गाः योजिताः तदानीं तत्र किं भवति इति चेत् आत्मनेपदं न भवति, परन्तु परस्मैपदमेव भवति. अतिक्षिपति अतिक्षिपति तत्र हा परस्मैपदमेव भवति, आत्मनेपदरूपं न भवति. अस्तु भगिनि, तर्हि परन्तु आक्षिपते आक्षिपते इत्यत्र आङ्पूर्वकः अस्ति, तत्र तु आत्मनेपदि भवति आक्षिपते, तत्र तु एतादृशनियमः नास्ति. हा, तत्र आङ् इति उपसर्गः नास्ति अस्मिन् सूत्रे, तस्मात् कारणात् अत्र आङ् नास्ति. अभिक्षिपति प्रतिक्षिपति अतिक्षिपति कोऽपि वाक्यं वक्तुमिच्छति वा? बालकः कन्दुकम् अभिक्षिपति. प्रतिक्षिपति अन्यः बालः प्रतिक्षिपति. अन्यः बालकः कन्दुकं प्रतिक्षिपति. अतिक्षिपति किमपि नास्ति, वदतु. बालकाः कन्दुकानि अतिक्षिपन्ति. अधिकं चिन्ताः बहुशम् आम् तत्र अत्र उपसर्गस्य योजनेनैव अर्थः बुध्यते अधिक्षिपति प्रतिक्षिपति अधिक्षिपति इति अस्तु अति अस्ति चेत् अर्थं किं भगिनि अति किम् अति अस्ति चेत् अति इत्युक्ते सामान्यतया अति इत्यस्य अर्थः कः अति अति इति असामान्यवाक्य यद् भवति अव यद्भवति विपरीतम् अस्ति वा किम् अर्थः विपरीतमस्ति वा अति न अति इत्युक्ते तत्र अधिकम् इति अर्थः खलु सामान्यतया ओ आम् आम् अति वदति आम् अति इत्युक्ते अधिकम् इति अर्थः अतिक्षिपति इत्युक्ते अधिकम् अधिकम् इति अर्थः खलु अपि आम् ओके अनतिक्रम्य अनतिक्रम्य इति कथमत्र अत्र तत्रापि अति अस्ति खलु अनतिक्रम्य हा तत्र अति इति कथमस्ति इति वदतु अत्र यथा शक्ति तत्र शक्तिम् अनतिक्रम्य इत्युक्ते विदिन् वन्स् मीन्स् अनतिक्रम्य इत्युक्ते न अतिक्रम्य इति हा न अतिक्रम्य अतः तस्य केपेसिटि केपेसिटि इति कथं वक्तव्यं भगिनि तस्य क्षमता तस्य स्वशक्ति क्षमता क्षमतायाः अधिकं न करोति क्षमता स्वसामर्थ्य सामर्थ्यानुगुणं करोति करोति एवं तदेव अत्र अपि अतिक्षिपति इत्युक्ते सामर्थ्यात् अधिकं सम्यक् अतिरिक्ति खलु अतिरिच्य किम् अतिरिच्य इत्यस्य अर्थः कः बियाण्ड् इति बियाण्ड् एव अतिरिच्य इत्युक्ते बियाण्ड् इत्यपि भवति विहाय इत्यपि भवति खलु विहाय इत्यपि भवति अतिरिच्य इत्यस्य अस्तु तर्हि इदानीं तत्र इतोपि धातवः सन्ति विशेषाः न सन्ति अनन्तरं तत्र विश् धातुः अग्रिमपृष्ठे विश् धातुः विश् प्रेषणे इति धातुः विशति इति रूपं तत्र एकं सूत्रमस्ति विजयलक्ष्मी भगिनी भवत्येव पठतु नेर्विषः ततः वा सत्यं नेर्विषः शेषात् कर्तरि इति परस्मैपदे प्राप्ते निपूर्वात् विशतेरात्मनेपदं भवति निपूर्वात् विशतेरात्मनेपदं भवति निविशते यदि शूकशिखापदे नेर् उपसर्गस्य ग्रहणं तेनेह न मधुनि विशन्ति भ्रमराः निविशते इत्युक्ते एण्ट्रि इति अर्थे वा मधुनि विशन्ति भ्रमराः नेर्विषः शेषात् कर्तरि इति परस्मैपदे प्राप्ते निपूर्वात् विशतेर् आत्मनेपदं भवति सो विष धातोः प्रविशति इति प्र इति उपसर्गात् तु परस्मैपदमेव भवति परन्तु नि उपसर्गात् विष धातोः परस्मै आत्मनेपदं भवति, निविशते इति रूपं सिद्ध्यति एकवचनस्य, प्रथमैकवचनस्य. तत्र शूकशिखा इत्युक्ते किं भगिनि? शूकशिखा इति तदेव अहमपि पश्यन्ती अस्मि. तत्र अन्य कोऽपि जानाति वा शूकशिखा? शूकशिखा अनन्तरं पश्यामि भगिनि. शुकशुका इति तु न लभ्यते इदानीम्, अर्थः कः इति. परन्तु तत्र मधूनि विशन्ति भ्रमराः, तत्तु अवगम्यते खलु. अत्र किमर्थं न भवति इति पूर्वपदे निरुपसर्गः अस्ति चेत् आत्मनेपदे न भवति. निर् उपसर्गः अस्ति चेत् आत्मनेपदे न भवति इति उक्तम्. परन्तु विशन्ति इत्येव उपसर्गरहितः सत्यं, नि उपसर्गः नास्ति. अन्तिमवर्णः अस्ति मधुनी इत्यत्र नी अस्ति. परन्तु तत्र मधुनी विशन्ति इत्यत्र, मधुनी इत्यत्र यः नी अस्ति सः नी विशन्ति विश् इति पूर्वकः अस्ति खलु, अतः अत्रापि विशन्ते निविशन्ते इति भवति वा इति चेत् न. अत्र नी इति तु उपसर्गः नास्ति. बालानां मधुनी पठितं किल उपसर्गनी निर्भगिनी इति तत्र नेर्विषः इत्यत्र किम् उक्तं? नेर्विषः इत्यस्य तत्र सन्धिविचन्तं विच्छेदं करोतु. नेः विषः, नेः उपसर्गस्य ग्रहणं, नेः नियस्य षष्ठी विभक्तिः. अतः नेः नेर् इति तत्र सन्धिं कृत्वा नेर् इति अस्ति खलु, अतः निर् इति नास्ति. अस्तु तर्हि इत्युक्ते वाक्यं ओ शुकः इत्यस्य शुकः इत्यपि वदति वा? शुकः, अस्तु अस्तु. यदि शुकशिका पदे निविशते, पदे इत्युक्ते किमस्ति तत्र? गृहे इति भवेत्. पदम् इत्यस्य गृहम् इति अपि एकम् अर्थः अस्ति. गृहे इति अर्थः, अस्तु अस्तु. ओ तर्हि यदि शूकशिका गृहे निविशते इत्युक्ते तत्र प्रयोगः अस्ति, निविशते इति आत्मनेपदप्रयोगः अस्ति. परन्तु मधुनी विशन्ति भ्रमराः इत्यत्र तु नास्ति इति तत्र प्रत्युदाहरणम्. अस्तु सम्यक्, धन्यवादः महोदय. शूक इति उक्त्वा तत्र भ्रमः आसीत्, शूक इति कः, शुकः इति अपि शुकः एव. अस्तु तर्हि इदानीम् अग्रे उदुपददातवः, तत्र विशेषः किमपि नास्ति. अन्तिमधातुः अस्ति तत्र अग्रिमपृष्ठे 101 मध्ये, जुषि प्रीतिसेवनयोः इति धातुः. सेवनकरण प्रसन्नकरण जुषते इति अस्ति. तत्र कोऽपि रूपाणि कः वदति तत्र? विनय महोदय वदतु. जुषते रूपाणि भगिनि, अहं केवलं पश्यामि कुत्र, यदि सुषते अस्ति, जुषते जुषते ओ अतः केवलम् अत्र कुत्र अस्ति, संख्या कुत्र अस्ति? जुट छुट मुठ स्फुट पुट कुश भुज रुज गुज कुछ एकक्षण ऋषि वन् टु फैव् फोर् पश्यामि धातु अस्ति जुषि जुषि धातु अस्ति प्रीतिसेवनयोः अत्र सुदादिगणस्ति तर्हि एव जुष् जुष भवति जुष भवति तदनन्तरम् आत्मनेपदम् श्रेयते अन्ते जुषते जुषेते जुषन्ते जुषसे जुषेथे जुषध्वे जुषे जुषावहे जुषामहे आत्मनेपदी लट्लकार लोट्लकार तामितामन्ताम् जुषताम जुषेताम जुषन्ताम जुषस्व जुषेथाम जुषध्वम जुषै जुषावहै जुषामहै लङ्लकार अजुषत अजुषत अजुषेताम अजुषन्त अजुषथाः अजुषेथाम अजुषध्वम अजुषे अजुषावहि अजुषामहि विधिलिङ्ग अजुषेत अजुषे अनौस् क्षमता जुषेत जुषेयाताम जुषेरन जुषेथाः जुषेयाथाम जुषेध्वम जुषेय जुषेवहि जुषेमहि सम्यक् सम्यक् तत्पश्चात् ऋतुपदजुषरुः तत्र सजुष् अस्य धातोः एव न सजुष् इति शब्दः सजुष् इति शब्दः सजुष् न सजुष् इति शब्दः जुष् धातुतः निष्पन्नः वा इति द्रष्टव्यं परन्तु सजुष् इति साक्षात् शब्दः अस्तु इदानीं मृदुपददातवः तत्र ऋच स्तुतौ प्रशंसाकर्ण आच्छादित कर्ण इति अस्ति ऋच्छति इति तत्र शुभदा भगिनी वदतु ऋच्छ धातु वा ऋच् धातु ऋच्छति परस्मैपदी अस्ति वा मम मम परस्मैपदी भगिनी अस्तु ऋच्छति इति परस्मैपदी हा हा अस्तु ऋच्छति ऋच्छतः ऋच्छन्ति ऋच्छति तत्र चकारद्वयम् अनास्ति ओ चकारद्वयं नास्ति चेत् ऋच् योगः ति भवति चेत् ऋच् योगः अयोगः ति तत्र चकारः आगच्छति खलु छेच इत्यनेन चकारः आगच्छति इति अस्ति परन्तु तत्र प्रायः तत्र दीर्घऋकारः इति मन्ये दीर्घऋकारः इत्युक्ते तत्र छेच इति किमर्थं तत्र कार्यं न करोति इति द्रष्टव्यं तत्र चकार नास्ति ह्रस्वस्वरः भवेत् ह्रस्वस्वरः अत्र तुगागमः रचति इत्यत्र ऋकारः ह्रस्वस्वर न परन्तु तत्र चकार महाप्राणचकारः नास्ति खलु चकारः भवति खलु प्राणचकार अतः तत्र चेच नास्ति ऋच्छ इति नास्ति ऋकारः अल्पप्राणचकारः ओ अस्तु अल्पप्राणचकारः अस्ति रुच् इति अस्तु अस्तु रुच् इति ओ रुच् इति तर्हि रुचति रुचतः रुचन्ति अस्तु रुचति रुचतः रुचन्ति रुचसि रुचथः रुचथ रुचामि रुचावः रुचामः लोट्लकारे रुचतु रुचतात् रुचतां रुचन्तु रुचतं क्षम्यतां रुच रुचतात् रुचतं रुचत रुचानि रुचाव रुचाम लङ्लकारे अरुचत् अरुचताम् अरुचन् अरुचत् एकक्षणं लङ्लकारे कथम् अस्ति आर्चत् इति भवति आदाकम् क्षम्यताम् अहं धातु एव न अवगतं मया क्षम्यताम् ऋकारः चकारः तावदेव ऋकारः चकारः वा अस्तु ऋच् तर्हि ऋच् इति तत्र ऋकारः तत्र अजादिः अस्ति खलु हा अजादिः अस्ति अतः आजादि आरुच् इति आरुच् इति भवति तत्र आटश्चेतनेन वृद्धिः भवेत् तदनन्तरम् आर्च् इति भवेत् आर्च् अ ति ति इत्यस्य इतश्च तकारोत्तरवर्तीकारः गच्छति अस्तु आर्चत् आर्चत् इति भवेत् आर्चत् आर्चत् आर्चेत् आर्चत् आर्चेताम् आर्चन् आर्चताम् आर्चताम् आर्चत् आर्चताम् आर्चन् आर्चः आर्चथाम् आर्चतम् आर्चतम् आर्चत आर्चम् आर्चाव आर्चाम क्षम्यताम् पुनः एकवारं वदतु आर्चत् आर्चताम् आर्चन् आर्चः आर्चतम् आर्चत आर्चम् आर्चाव आर्चाम विधिलिङ्गकारः विधिलिङ्ग् रुच् रुच् रुचेत् रुचेत् रुचेतां रुचेयुः रुचेः रुचेतं रुचेत रुचे रुचेयं रुचेव रुचेम स्तुतौ अस्ति स्तुतौ प्रशंसा इत्यस्मिन् अर्थे अस्ति अस्तु अस्तु पश्यामि मम पार्श्वे पुस्तकं नास्ति ऐ डिण्ट् अण्डर्स्टाण्ड् क्षम्यतां नास्ति चिन्ता नास्ति चिन्ता तर्हि इदानीम् अग्रिमपृष्ठे भगिनि चाट् मध्ये परिष्कृतमस्ति शोकशिका इति भिन्न अर्थम् आप्ते डिक्षनरि मध्ये दत्तमस्ति चाट् मध्ये प्रेषयितं मया द पायिण्टेड् बियर्ड् आफ् कार्न् आर् बार्लि सब्कान्शियस् वेस्ट् brown tops of silks as well as silks within the ears ha tata shuka matite hair like substance iti asti hair ha dhani athava kutrapi tahi yadi shuka shika pade niveshate iti asya artha kaha tatra udaharana rupena dattam asti niveshate yadi shuka shika pade srijati sa katayati इव न व्यस्ताम् इति तत्र उदाहरणरूपेण दत्तमस्ति कथयति इति कथयति कथयति इव न व्यस्ताम् व्यस्ताम् अस्तु अस्तु इत्युक्ते तत्र वस्तुतः शुकः शुकः इत्युक्ते शुकः नास्ति निवसते यदि शूकशिका पदे सृजति सा कयतीमिव वट् इस् कयतीमिव दत्वटन् कयतीमिव न व्यथं व्यथां सारि न व्यथाम् अत्र कयती कयतीमिव स्पेल्लिङ्ग् मिस्टेक् अस्ति भगिनि कथयति इति उक्तवान् खलु कयतीमिव एव वा अस्तु अर्थः कः इति अनन्तरं पश्यामः अनन्तरं पश्यामः अर्थः कः इति इदानीं तत्र निमिषत्रयमस्ति समापयामः अत्र अन्ते पृष्ठस्य अन्ते स समो सूत्रमस्ति तत्र कः पठति शोभभगिनी पठतु आं भगिनि अन्ते वन् टु सेवेन् एय्ट् इत्यत्र ऋच्छ गतीन्द्रियः हा ऋच्छगतीन्द्रियः हा ऋच्छगतीन्द्रिय इति ऋच्छ जाना पाना पोञ्च्ना ऋच्छा इति अङ्गं ऋच्छति इति परस्मैपदीरूपं प्रलयमूर्तिभावेषु इति किम् इन्द्रियप्रलयः इन्द्रियविनाशः इति मूर्तिभावः काठिन्यम् इति अर्थेषु भवति प्रलयमूर्तिभावेषु अस्तु इन्द्रियप्रलयः इन्द्रियविनाशः मूर्तिभावः काठिन्यम् इति अर्थेषु भवति एतत्तु सामान्यरूपं रुच्छ इति छकारछकारयोः रूपं रुच्छति इति अपि च अग्रे सूत्रमस्ति समो गमृ एकक्षणं गमृच्छिभ्याम् इति सम्पूर्वेभ्यो गमि रुचि इत्येताभ्याम् अकर्मकाभ्याम् आत्मनेपदं भवति संमृच्छते इति सात् सात् प्राप्त होता है अस्तु पूर्वं दृष्टवन्तः संपृच्छते इति अत्र संमृच्छते इति अर्थे भवति इत्युक्ते तत्र संपूर्वेभ्यः गम् धातुभ्यः रुचि रुचिति धातोः कृते इति एताभ्याम् अकर्मकाभ्याम् आत्मनेपदं भवति अकर्मक अर्थेषु भवति चेत् आत्मनेपदं भवति धातोः अपि च संमृच्छते इति एकं रूपं दत्तं तत्र आत्मनेपदीरूपं तत्र संमृच्छते सात् सात् प्राप्तहोन इत्युक्ते तत्र बालकः पित्रा सह नगरं संमृच्छते इति भवितुम् अर्हति भगिनि नगरम् इति अकर्मकेभ्यः बालकः पित्रा सह संमृच्छते इति भवति खलु कुत्रापि संमृच्छते एवमेव गम् धातोः अपि अस्ति खलु गम् धातोः रूपं किं भवति सङ्गच्छते इति भवति तर्हि तत्र पुनः तत्र बालकः मित्रेण सह सङ्गच्छते इति भवति इत्युक्ते तत्र गम् धातोः कृते सम् इति उपसर्गस्य योजनेन आत्मनेपदी रूपं भवति इति रुच् धातोः कृते इति तत्र अपि च गम् धातोः कृते समीचीनं भवति सम्यक् तर्हि धन्यवादः इदं सूत्रं तु पूर्वमपि पठितं तत्र भवादिगणे अपि पठितमासीत् इदं सूत्रं सङ्गच्छते इत्यत्र दृष्टमासीत् अस्तु अग्रिमपृष्ठे तत्र शे त्रिम्पादीनां नुं वाच्यः इति वार्तिकमस्ति तत् अरुणभगिनी पठतु भगिनि अन्यदि तत्र तत् अनिदितां हल उपदायस्मिति इत्यत्र हल उपदायाः किमिति अनिदितां धातूनां हलन्तानाम् उपदानकार्यस्य लोपो भवति कितिनिति प्रत्ययपरे वयं कृतवन्तः पूर्वमपि अनिदितां वार्तिकमस्ति खलु तत् पठतु ओके शे त्रुम्फादीनां नुं वाच्य वार्तिकं न लोपे सति येषां त्रुम्फादीनां नुमागमो भवति त्रुम्फ् युगशा यवति त्रुफ् तृष् युव आ ति तृम्फ् ति तृम्पति सामान्यतया लोपः भवति वार्तिकं वदति शे प्रत्यय तद्वे सा प्रत्ययः अथवादिगणस्य विकरणप्रत्ययः अस्ति चेत् तृम्फ् धातु तृम्फ् आदीनाम् अत्र अन्यद्धातु अपि अस्ति नुम् आगम अथवा आगच्छति न लोपे सति येषां तुम्फादीनां नुम् आगमं भवति या ततः रूपमस्ति तुम्पति इत्युक्ते एतेषां सर्वेषां धातूनां श प्रत्यये परे प्रथमतया अनिदितां हलोपदायात् निति इत्यनेन तत्र नकारस्य लोपः भवति मूले यः नकारः आसीत् तस्य लोपः भवति तदनन्तरं तत्र एतेषां नुमागमः अपि भवति पुनः नुमागमः भवति प्रथमं अनिदितं कार्यं करोति परन्तु वार्तिकेन तृपादीनां धातूनाम् अन्तर्भूतधातूनां नुमागमः भवति यतोहि अत्र सर्वत्र नुमागमः इष्यते इति कृत्वा अत्र नुमागमः भवति पुनः नुमागमः भवति तत्र अनिदितां हलोपदायक नीति इति सूत्रेण तु नुमागमः यः नकारः अस्ति उपदायां तस्य लोपः भवति शे त्रिम्पादीनां नुं वाच्यः इत्यनेन तत्र पुनः नुमागमः आनीयते अतः एव त्रिम्पति रिम्पति त्रिम्पति तुम्पति गुम्पति तुम्पति इत्यादीनि तत्र वस्तुतः अष्टनवधातवः सन्ति सर्वत्र नुमागमः भवति इदं तु शेत्रिम्पादीनां नुं वाच्यः इति तु अस्माकं करपत्रे न उक्तः इदं वार्तिकं तु न उक्तम् उक्तं भगिनि किञ्चित् कुत्रापि विवरणं न दत्तं केवलं कुत्र उक्तं तत्र प्रथमपुटे एव इति विशिष्टकार्य एकं वाक्यम् उक्तं खलु एकं वाक्यम् उक्तं तावत् परन्तु तत्र विवरणं न दत्तं खलु न दत्तं न दत्तं पुनः नुमागमः आनीयते परन्तु विवरणं न दत्तं तत्र यदा अस्माभिः पठितं मया उक्तम् अग्रे आयास्यति इति परन्तु करपत्रे कुत्रापि अग्रे न तत्र अयं विषयः न आगतः खलु एकमेव वाक्यं दत्तमस्ति परन्तु त्रिम्पादीनाम् आदिनाम् आदिदातवः कः इति न उक्तः न उक्तः हा अस्तु तर्हि तत्र विषयः समाप्तः कोऽपि प्रश्नः अस्ति वा अग्रिमसप्ताहे चुरादिगणः नैषदीयचरिते निविशते यदि शूकशिखा पदे सृजति सा कियतीमिव न व्यथाम् तस्य अर्थः यदि शूकशिखा इति धान्यकण्टकः शूकशिखा धान्यकण्टकाग्रमात्रं पदे अथवा चरणे यदि निविशते प्रविशति सा शूकशिखा कियतीम् इव व्यथां न सृजति करोति अपि तु महतीं पीडां करोति इत्यर्थे निविशते पदे इत्युक्ते पादः इति अर्थः खलु यत्र चरणे चरणे हा हा हा अस्तु अस्तु इदानीं बुद्धं समीचीनं धन्यवादः भगिनि इत्युक्ते लैक् टान् स्टिकिङ्ग् युर् लैक् इट् गिव् सो मच् आफ् पेन् एवम् अस्तु सम्यक् अस्तु तर्हि अत्र स्थगयामः धन्यवादः नमस्कारः धन्यवादः भगिनी नमस्कारः धन्यवादः भगिनी नमस्कारः धन्यवादः धन्यवादः